पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 23 शेष उवाच क्षणं स्थित्वा तृणान्यत्वा ययौ वाजी मनोजवः वीरश्रेणीवृधपत्रं बाले धृत्वा सचामरः शत्रुघ्नेन सुवीरेण लक्ष्मीनिधिनृपेण च पुष्करेणोग्रवाहेन प्रतापाग्र्येण रक्षितः ययौ पुरीं स चक्रां कां सुबाहुपरिरक्षिताम् अनेकवीरकोडीभिरक्षितोऽनुगतप्रभो तदा पुत्रोऽस्य दमनो मृगयामास्थितो महान् ददर्शाश्वं भालपत्रं चन्दनादिकचर्चितम् विलोक्य सेवकं प्राह कस्याश्वो मेक्षिगोचरः भाले पत्रं धृतं किं नु चामरं किन्तु शोभनम् इति राज्ञो वाच श्रुत्वा सेवकः प्रययौ ततः यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः गृहीत्वा तं केशसङ्घे रत्नमालाविभूषितं निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः सपत्रं वाचयामास सुन्दराक्षरशोभितम् अयोध्याधिपतिश्चासीद् राजा दशरथो बली तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः नान्योऽस्ति तत्समपृथ्व्यां धनुर्धरणविक्रमः तेनासौ मोचितो वाजी चन्दनादिकचर्चितः तं पालयदि धर्मात्मा शत्रुघ्नः परवीरः ये च शूरा वयं वीरा धनुर्हस्ता इमे वयं ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितं तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः अन्यथा पादयोस्तस्य प्रणतिं यान्तु धन्विनः इत्यभिप्रायमालोक्य जगाद नृपनन्दनः राम एव धनुर्धारी न वयं क्षत्रिया स्मृताः तादेमेव स्थिते पृथ्व्यां कोऽयं गर्वो महान् भुवि प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः अद्य मे निषिदा बाणाः शत्रुघ्नं किं शुकं यथा पुष्पितं विदधत्वद्धा क्षदावृतशरीरकं धारयन्तु कपोलांश्च सायका मम दन्दिनाम् अश्वान् पश्यन्तु शतशो रुधिरौखपरिप्लुतान् पिबन्तु योगिनी शङ्ख रुधिराणि नृमस्तकैः शिवा भवन्तु सन्तुष्टा मद्वैरिक्रव्यभक्षणैः पश्यन्तु सुभटास्तस्य मम बाहुबलं महद को दण्डदण्डनिर्मुक्ताः शरकोडीर्विमुञ्चतः इत्थमुक्त्वा महीपस्य तनुजो दमनाभिदः स्वपुरं प्रेषयित्वा तं प्रहृष्टो भवदुद्भटः सेनापतिमुवाचेदं सज्जीकुरु महामदे सेनां परिमिदां मह्यं वैरि वृन्दनिवारणे सज्जां सेनां विधायाशु सम्मुखो रणमण्डले स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः क्वासौहयो महाराज्ञो बालपत्रेण चिह्नितः पप्रच्युस्ते तु चान्योन्यमधिव्याकुलिता मुहुः तावद्दर्श पुरतः प्रतापाग्र्यः परन्तपः सज्जीभूतं तु कटकं वीरशब्दनिनादिदम् तत्रावदञ्चना केचिन्नीतोऽश्वोनेन भूपते अन्यथा सम्मुखस्तिष्ठेत् कथं वीरो बलानुगः इत्याकर्ण्यप्रतापाग्र्यः प्रेषयामास सेवकं स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः केन नीध कुतो नीतो रामं जानादिनो हुधिः यं शक्रप्रमुखा देवा बलिमादाय सन्नदाः तस्य वै धर्मराजस्य कुपितं तु बलं महद सर्वथा हि ग्रसिष्येदप्रणतिं चेन्नयास्यति युद्धमुक्तं समाकर्ण्य तदा राजसुतो बली तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः मया नीतो यज्ञहयः पत्र चिह्नाद्यलङ्कृतः ये शूरास्ते तु मां जित्वा मोचयन्तु बलादिह सेवकस्तद्वज श्रुत्वा रोषपूर्णो हसन्ययौ राज्ञे निवेदयामास यथावदुपवर्णितं तच्छ्रुत्वा रोषतां राक्षः प्रतापाग्र्यो महाबलः ययौ योद्धुं राजपुत्रं महावीर पुरस्कृतं रथेन कनकाङ्गेन चतुर्वाजिसुशोभिना सुकुबरेण सर्वास्त्रपूरितेन ययौ बली धनुष्ठं कारयामास महाबलसमन्वितः पुनः पुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः अश्ववाहा गजारूढा खड्गोल्लसितपाणयः अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणं अस्ति नः पत्तयश्चैव कोडिश प्रधनोद्यताः चिरकालमपीप्सन्तो रणं वीरेण कारितं तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः प्रत्युज्जगाम वीराग्र्यो महाबल परीवृतः सन्नद्धकवची खड्गी शरासनधरो युवा लीलयैव ययौ योद्धुं मृगराड्गजदामिव तदा योधा प्रकुपिताः परस्परवधैषिणः चिन्धि भिन्दीदि भाषन्तो रणकार्यविशारदाः पत्तयः पत्तिसङ्घेन गजारूढाश्च सादिभिः रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः अनेकनरमस्तिष्ठकैर्मेदिनी पूरिदाह्यभूद तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः स्वसैन्यकदन्योद्युक्तं राजपुत्रं समीक्ष्य च उवाच सारथिं तत्र प्रापयाश्वान्यदो मम सैन्यस्य कदनासक्तो राजपुत्रो महारथः अथ वीरशिरोरत्ननमिताङ्घ्रिर्नृपात्मजः ययौ सम्मुखमेवास्य प्रतापाग्रस्य वीर्यवान् सारथि प्रापयामास प्रतापाग्रस्य वाजिनः यत्रासौ दमनो वीरसर्वशूरशिरोमणिः गत्वा तमाह्वयामास राजपुत्रं रणोद्यदं रथे पुरडनिर्णिकृते तिष्ठन् कोदण्डदण्डभृद रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः न ज्ञातोऽसि महाराज सर्ववीरेन्द्र सेवितः यस्य प्रतापं दैत्येन्द्रो न शक्तः सोढुमद्भुतं तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनं मां जानीहि पुरप्राप्तं कालरूपं तु वैरिणम् मुञ्जाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु कस्यात्मजस्त्वं कुत्रत्य कथं नो दीर्घदर्शिना धृतोऽश्वस्त्वथ सञ्जादा कृणा मम शिशोत्वयि युद्धमा कर्ण्यदमनस्मिदं चक्रे महामनाः उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलं दमन उवाच मया बद्धो बलादश्वो नीतस्व पुडभेदनं नार्प एष्यद्य सप्राणः कुरु युद्धं महाबल त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु तन्मे पश्य महाराजक्रीडनं रणमूर्धनि शेष उवाच इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः शराणां शतमाधत्तप्रतापाग्रस्य वक्षसि संधाय बाणशतकं शङ्खं दध्मौ प्रदापवान् तेन शङ्खनिनादेन कादराणां भयं ह्यभूद ताडयामास हृदये बाणानां शतकेन सह प्रदापाग्र्यप्रजिच्छेद लघुहस्तः सुपर्वणः स बाणच्छेदनं दृष्ट्वा कुपिदो व्यसृजच्छरान् कङ्कपक्षान्वितांस्तीक्ष्ण भल्लान् राजात्मजो बली आकाशे भुवि मध्ये च बाणा ददृशिरेञ्चिताः स्वनाम चिह्नितास्तीक्ष्ण धारापाद सुशोभिताः शरास्तद्बाहुहृदये लग्नावह्निकणान् बहून् सृजं तत्कुर्वदे सैन्यदाहनं तदभून्महद प्रतापाग्र्यप्रकुपितस्तिष्ठतिष्ठेदि च ब्रुवन् शरेण दशसङ्ख्येन ताडयामासमूर्धनि ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः विराजन्ते स्म च मुने दशशाखास्तरोरिव तेन बाणप्रहारेण विव्यधेन महामनाः यष्टिकाप्रहदो यद्वत्कुञ्चरः सप्तवर्षकः बाणान्धनुषि सन्धाय मुमोच त्रिशताञ्छुभान् सुवर्णपुङ्खरथितान् महाकालानलोपमान् ते बाणास्तु प्रतापाग्र्यवक्षोभित्वा गदाह्यतः शोणिताक्ता यथा रामचन्द्रभक्तिपराङ्मुखाः प्रतापाघ्र्यप्रकुपिदशरान्मुञ्चन् सहस्रशः अकरोद्विरधं सूनुं सुबाहोस्तत्क्षणाद्रुदं चतुर्भिश्च तुरो वाहान् द्वाभ्यां ध्वजमाशादयद एकेन सारदे कायाचिरो मह्यामपादयद चतुर्भिस्ताडयामास तं सूनुं नृपते पुनः तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे सोन्यरथं समारुह्य हयरत्नसुशोभितं धनुकरे समादाय सज्यं चक्रे महामनाः प्रत्युवाजप्रतापाग्र्यं त्वया विक्रान्तमद्भुतं पश्येदानीं पराक्रान्तिं धनुषो मम सद्भट एवमुक्त्वा दुदमनो बाणान् दश समाददे चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् चतुर्भिस्तिलशकृतो रथश्चक्रसमन्वितः एकेन हृदि विव्यास बाणेनैकेन सारथिं जगर्ज शङ्खमाभूर्य शङ्खशब्दसमन्वितः तत्कर्म पूजयामास साधु वीरमहाबलः इति विक्रान्तमालोक्य प्रतापाग्र्यो रुषान्वितः अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् उवाच वीरपश्यत्वं मम विक्रान्तमद्भुतम् इत्युक्त्वाशु मुमोच्चौकान् चराणां शितपर्वणां शराः सर्वत्र दृश्यन्ते कुञ्जरेषु हयेषु च परब्रह्मेव सर्वत्र व्याप्ताश्चान्तरगोचराः तं राजपुत्रं शितबाणकोटिभिः व्याप्तं विधायाशु जगर्जविक्रमी संहर्षयन् स्वीयगणान् परान् महान् कुर्वन् हृदा शून्यतमान् गदा सुखान् स राजपुत्रशिति सायकव्रजैः सम्पूर्णमात्मानमवेक्ष्य रोषितः जग्राहशस्त्राणि दुरन्धविक्रमो धनुश्च धन्वन् भुजदण्डयोर्महान् चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः रोषताम्रेक्षणो मुञ्चञ्छरान्वैरिविदारिणः तच्छस्त्रजालं निर्धूय राजपुत्रो जगादत्तम् क्षमस्वैकं प्रहारं मे यदि शूरोऽसि मारिष यद्यनेन भवं तं वै रथाच्चेत् पादयामिनः प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मितां वेदं निन्दन्ति ये मत्ता हेतुवादविचक्षणाः तेषां पापं ममैवास्तु नरकार्णवमज्जकम् इत्युक्त्वा बाणमासाद्य कोदण्डे कालसन्निभं ज्वालामालाकुलं तीक्ष्णं निशङ्गादुद्धृतं वरम् समुक्तो नृपवर्येण हृदि लक्ष्मीकृतशरः जगामतरसा तं वै कालानलसमप्रभः प्रतापाग्र्यशरं दृष्ट्वा स्वपादनसमुद्यतं बाणान् धनुष्यथा धत्त शरच्छेदाय वैषिदान् स बाणः सर्वबाणांस्तां चिन्तन्मध्यदयेव हि जगाम वै प्रतापाग्र्य हृदयं धैर्यसंयुधम् संलग्नो हृदि नालीकप्रविवेश तदन्तरं राजा कृतप्रहारस्तु पपादधरणीतले मूर्छितं चेतनाहीनं रथोपस्ताद्गतं भुवि सारथिस्थं समादाया पोवाह रणमण्डलाद हाहा कारो महानासीद्बलं भग्नं गदं तदः यत्र शत्रुघ्न नामासौ वीरकोटिपरीवृतः राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः प्रदीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे राजपुत्रयुद्धकथनं नाम त्रयोविंशोऽध्यायः ॐ